अस्माकं न्यायवर्गस्य चिन्तनकक्षायां सर्वेषां स्वागतम्। इदानीम् अस्माकं विषयः अस्ति अन्यथासिद्धनिरूपणम् इति। अत्र वयं गतकक्षायां तत्र तटस्थलक्षणम् अपि च स्वरूपलक्षणं द्वयोः कः भेदः इति दृष्टवन्तः। तटस्थलक्षणम् अस्ति चेत् तत्र षष्टिविभक्त्यां भवति, यथा गन्धवत्वं पृथिव्याः लक्षणं इति इत्यत्र गन्धवत्वं पृथिव्याः इति पृथिवी इति लक्ष्यं, पृथ्वी इति षष्टिविभक्त्याम् अस्ति, गन्धवत्वम् इति तस्य लक्षणम् इति अस्ति। स्वरूपलक्षणे तु तत्र वयं दृष्टवन्तः यत् लक्ष्यलक्षणयोः समानविभक्तिकत्वं भवति, इत्युक्ते द्वयमपि समानं, तत्र विभक्ति द्वयमपि प्रथमविभक्त्याम् इति। यथा व्याप्तिलक्षणं, व्याप्तिः साध्यभाववत् अवृत्तित्वम् इति यत्र अस्ति, तत्र व्याप्तिः इत्यपि प्रथमविभक्त्यां, साध्याभाववत् अवृत्तित्वम् इत्यपि प्रथमविभक्त्याम् इति वयं दृष्टवन्तः। अपि च एतदपि दृष्टवन्तः यत् लक्षणस्य समन्वयं तु साधारणतया लक्ष्ये भवति, यथा गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः, अथवा गन्धवती पृथ्वी इति। तत्र गन्धः इति पृथिव्याम् अस्ति, इत्युक्ते पृथ्वी इति अधिकरणं, तस्मिन् गन्धवत्वं भवति, परन्तु तदस्ति तटस्थलक्षणे। परन्तु यदा स्वरूपलक्षणं भवति तत्र तथा वक्तुं न शक्नुमः, यथा समानाधिकरणम् इति उदाहरणं स्वीकृत्य वयं दृष्टवन्तः। समानाधिकरणम् इत्युक्ते तदधिकरणवृत्तित्वं, सामानाधिकरण्यम् इत्युक्ते तदधिकरणवृत्तित्वम् इति दृष्टवन्तः। तत्रापि द्वयमपि प्रथमाविभक्त्याम् अस्ति इति कृत्वा तत्र स्वरूपलक्षणम्। इदानीं तदधिकरणवृत्तित्वम् इति समानाधिकरण्ये नास्ति, परन्तु तत्र द्रव्ये अस्ति, इत्युक्ते घटः पटः इति द्वौ अपि भूतले अस्ति चेत् तौ तु सामानाधिकरण्यम्। इदानीं तदधिकरणवृत्तित्वं घटे, इत्युक्ते पटाधिकरणवृत्तित्वम् इति घटे, घटाधिकरणवृत्तित्वम् इति पटे इति वयं दृष्टवन्तः। तर्हि तत्र समन्वयः तु तत्र लक्ष्ये न भवति इति। तदनन्तरम् अग्रे गत्वा वयं तत्र यदस्माकं भगिनी व्याप्तिधर्म वदतु, साध्याभाव अवृत्तित्वम्। इदानीं पर्यन्तं मम मनसि स्पष्टा नास्ति। व्याप्ति इत्युक्ते साध्याभाववत् अवृत्तित्वं खलु, इत्युक्ते साध्य अभावः यत्र अस्ति तत्र अवृत्तित्वम्, इत्युक्ते तत्र नास्ति इति व्याप्तिः। इत्युक्ते तत्र यथा वयं पूर्वं वह्निधूमयोः उदाहरणं दृष्टवन्तः, तत्र व्याप्तिः कः? व्याप्तिः साध्य अस्ति अग्नि वह्नि धूम भवति व्याप्य, सो धूमव्याप्य साध्य अस्ति व्यापक, धूम अस्ति व्याप्य, सो व्याप्ति कुत्र अस्ति वदे? न, पुनः वदतु किम् उक्तवती? वह्नि भवति साध्य, धूम भवति हेतु अस्तु, धूमस्ति व्याप्य, वह्नि अस्ति व्यापक। एकक्षणं, तत्र अस्माकं वाक्यं किम् अस्ति? व्याप्यत्वम् अस्ति धूमे। न न, तत्र अस्माकं वाक्यम् अस्ति आसीत् तत्र न तत्र आदौ वाक्यमस्ति तत्र पर्वतः वह्निमान् धूमात् इति खलु। इदानीं पर्वतः वह्निमान् धूमात् इत्यत्र साध्यं किम्? साध्यं वह्नि न तत्र साध्यं महोदय, भवान् वदतु। अत्र पर्वता वह्निमान् धूमा, तत्र अत्र तु व्यापक अस्ति धूमः, व्याप्य अस्ति वह्नि, अहं चिन्तयामि। सत्यं, साध्यं किम्? साध्यं तु वह्नि अस्ति व्यापकः, न न साध्यं धूमः अस्ति यथा तद् दृष्ट्वा एव अनुमतिः जायते तत्र पर्वतावहनीमान्. अस्तु हा इत्युक्ते सत्यम् इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति अत्र धूमः इति हेतुः साध्यमस्ति वह्निः अपि च पक्षः अस्ति पर्वतम् पर्वतः खलु यत्र वयं साधयितुम् इच्छामः इति. तर्हि अत्र व्याप्तिः इत्युक्ते इदानीं साध्यं किम् इदानीम् अस्माकं उदाहरणे साध्यमिति अस्ति वह्निः खलु वह्नि अभाववत् आवृत्तित्वम् इत्युक्ते वह्नि यत्र नास्ति तत्र धूमः अपि न भवति खलु इति एव व्याप्तिज्ञानम् इत्युक्ते यत्र यत्र वह्निः तत्र तत्र अथवा यत्र यत्र धूमः तत्र तत्र वह्निः इति यद् व्याप्तिज्ञानमस्ति तदेव व्याप्ति इत्युक्ते यत्र साध्यं नास्ति तत्र हेतुः न भवति एव इति एव व्याप्ति इत्युक्ते साध्याभावः इत्युक्ते वह्नि अभावः वत् इत्युक्ते अत्र मत्तु प्रत्ययः तर्हि वह्नि अभावः यत्र अस्ति तत्र आवृत्तित्वम् इति एव व्याप्तिः. इत्युक्ते यत्र वह्नि नास्ति तत्र धूमः नास्ति इति धूमस्य हा सत्यं यत्र वह्नि नास्ति तत्र धूमः नास्ति खलु साध्याभाव वह्नो अभाव आवृत्तित्वं धूमस्य आवृत्तित्वं भवति इति व्याप्तिज्ञानं धूमस्य इत्युक्ते तत्र पश्यति चेत् तत्र व्याप्तिः इति यद् ज्ञानं वयं वदामः तद् व्यापकस्य आधारेण वदामः खलु व्यापके अस्ति वस्तुतः आमाम् अस्तु व्यापके व्याप्तिः अस्ति न व्यापके व्याप्तिः नास्ति न न न एकक्षणं भगिनि न न भगिनि एकक्षणं श्रुणोतु व्याप्ति इति यत् तत्र तटस्थलक्षणे वयं किम् उक्तवन्तः तत्र गन्धवत्वं पृथ्व्याः लक्षणमिति वदामः चेत् गन्धस्य अधिकरणमस्ति पृथ्वी इति परन्तु अत्र स्वरूपलक्षणमस्ति खलु तर्हि व्याप्तिः इत्यस्य लक्षणवाक्यमस्ति व्याप्तिः इत्युक्ते साध्याभाववत् आवृत्तित्वम् इति साध्याभाववत् आवृत्तित्वम् इति व्याप्तेः नास्ति इति व्यापके अस्ति. अस्तु इति एव स्वरूपलक्षणस्य विशेषणं यथा वयं सामानादिकरण्यम् इति यत्रापि तदेव उक्तवन्तः इत्युक्ते सामानादिकरण्यम् इति यदस्ति तत्र लक्षणवाक्यमासीत् तदधिकरणवृत्तित्वम् इति तदधिकरणवृत्तित्वम् इति लक्षणं सामानादिकरण्ये नास्ति परन्तु समानादिकरणद्रव्ये अस्ति इत्युक्ते घटपटयोः मध्ये इति एव तद् विषयः. अस्तु तर्हि इदानीम् अग्रे अस्माकं पृथ्वीत्वम् अपि च पृथ्वीत्वम् इति अस्ति. पृथ्वीत्वस्य लक्षणवाक्यम् आसीत् सकलपृथ्वीत्व असमवेतत्वे सति पृथ्वीतर असमवेतत्वं सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमेतत्वम् इति. इदानीं पृथ्वीत्वम् इत्युक्ते सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वम् इति वयम् उक्तवन्तः. तत्र सकलपृथ्वी समवेतत्वम् अपि च पृथ्वीतर असमेतत्वम् इति दलद्वयम् अस्ति. दलद्वयमपि वस्तुतः पृथ्वीत्वे अस्ति न तु पृथ्वीतत्वे इति कृत्वा तत्र पृथ्वीत्वस्य स्वरूपलक्षणं यदस्ति तत् पृथ्वीत्वस्य तटस्थलक्षणमपि भवति इत्युक्ते तटस्थलक्षणम् इत्युक्ते यत्र आधार आदेयभावः अस्ति तदस्ति तटस्थलक्षणं. तर्हि सकलपृथ्वी समवेतत्वमपि पृथ्वीत्वे अस्ति पृथ्वीतर असमवेतत्वमपि पृथ्वीत्वे अस्ति इति कृत्वा पृथ्वीत्वस्य तटस्थलक्षणम् अपि च स्वरूपलक्षणं यतोहि द्वयमपि इदानीं प्रथमाविभक्त्याम् अस्ति यथा सामानाधिकरण्यस्य प्रसङ्गे वयं दृष्टवन्तः इति. तत्र एतावत्पर्यन्तं वयं गतकक्षायां पठितवन्तः. तर्हि इदानीम् अग्रे सरेम. राजेन्द्रमहोदय, भवान् पठति वा? अधुना चर्चयामः इत्यस्मात्. अस्तु भगिनि, अधुना चर्चयामः. सर्वप्रथमं वक्तव्यं यत् पृथ्वी त्वं जातिः. जातौ सत्यां तस्य परिचयानन्तरं नैव अपेक्षते न वा भवति. खण्डशः जातेः वर्णनं न क्रियते. जातिः अखण्डोपाधिः. पृथ्वी तु त्वं, किन्तु जातिः नास्ति, अपि तु सामान्य उपाधिः. अतः तस्य एतादृशवर्णनं सम्भवति. यत्किमपि भवतु नाम, एकवारं परिशीलयामि यत् जातिः अस्ति न वा इति त्यक्त्वा किं किं कुत्र कुत्र भवति. प्रश्नः अस्ति यत् सकलपृथ्वी सम्वे तत्त्वे सति, पृथ्वी इतर असम्वे तत्त्वम् इत्यस्य कथनेन गन्धे अतिव्याप्तिः वर्तते किम्? अतिव्याप्तिः अस्ति चेत् कथञ्चित् लक्षणशब्दस्य औचित्यं विद्यते किम्? सर्वप्रथमं वक्तव्यं यत् पृथ्वी त्वं जाति अस्ति, यः यथा अस्माभिः पूर्वं पठितं, पृथ्वी त्वं जाति अस्ति. जातोः कोऽपि तस्य परिचयानन्तरं किमपि न अपेक्षते, न वा भवति. खण्डशः जातेः वर्णनं न क्रियते. जाति अस्ति तत् खण्डशः किमपि न वर्णनं कर्तुं शक्नुमः. यथा जाति एका एव अस्ति, तस्य खण्डशः न भवति. तत्कारणात् अत्र जातोः परिचयानन्तरं किमपि न अपेक्षते. स पृथ्वी तु त्वं, किन्तु जातिः नास्ति, अपि तु सामान्य उपाधि. अथ तस्य एतादृशवर्णनं सम्भवति. पृथ्वी तु त्वं जातिः नास्ति, अपि तु धर्मः अस्ति पृथ्वीत्व. तत्र सामान्य उपाधि अथ तस्य एतादृशवर्णनं सम्भवति. तत् भगिनी न हा हा इत्युक्ते तत्र जातिः अस्ति इति कृत्वा तस्य पृथक्तया वर्णनम् इति न भवति. इत्युक्ते जातिः इत्युक्ते समानानां भावः इति जातिः खलु, तावदेव. परन्तु पृथ्वीत्वम् इति पृथ्वीत्वे विद्यमानः धर्मः इति कृत्वा तस्य वर्णनं क्रियते, कर्तुं शक्नुमः. परन्तु इदानीम् अस्माकं विषयः अस्ति यत्किमपि तत्र यत्किमपि तदेव महोदय अग्रे उक्तवान् खलु, यत्किमपि भवतु तत्र किं कुत्र भवति इति दृष्ट्वा तत्र लक्षणवाक्यस्य अवगमनं कुर्मः इति. इदानीम् अस्माकं वस्तुतः मुख्यप्रश्नः किम् अस्ति इति चेत्, सकलपृथ्वीत्व पृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वम् इति यद् लक्षणवाक्यम् उक्तं पृथ्वीत्वस्य, तद् गन्धे अपि भवति वा इति कृत्वा, गन्धः तत्र लक्षणवाक्ये अतिव्याप्तिः इति दोषः आगच्छति वा. इत्युक्ते लक्षणवाक्यं तु दोषरहितं भवितव्यं खलु, लक्षणवाक्येन दोषरहितं भवितव्यं. यतोहि तत्र अतिव्याप्ति अव्याप्ति साधारणधर्मः इति असम्भवः इति तादृश दोषः मा भूत् इति वयं पूर्वं दृष्टवन्तः. अत्र अतिव्याप्तिदोषः अस्ति वा इत्युक्ते, गन्धे अपि सकलपृथ्वीत्वसमवेतत्वम् अपि च पृथ्वीतर असमवेतत्वम् अस्ति वा इति. इत्युक्ते गन्धः गन्धवती पृथ्वी इति वदामः चेत् पृथिव्यां गन्धः अस्ति इति आगच्छति खलु, तर्हि सकलपृथ्वी समवेतत्वं तु गन्धे अस्ति. तेनैव वयं लक्षणवाक्यं तथा वदामः. पृथ्वीतर असमवेतत्वमपि अस्ति, पुनः तत्र केवलं पृथिव्याम् अस्ति अन्यत्र नास्ति इति कृत्वा एव पृथिव्याः लक्षणवाक्यम् इति उक्तवन्तः. इति कृत्वा तत्रापि तस्य समन्वयः भवति गन्धे अपि इति कृत्वा, तत्र अतिव्याप्तिः इति दोषः आगच्छति वा इति प्रश्नः. इदानीं तस्य एव विवरणम् अग्रे दीयते. अस्तु धन्यवादः. राजेन्द्रमहोदय, भवानेव अग्रे अपि पठतु. एकः पक्षः वदति यत् वस्तु अस्तु सकलपृथ्वीसंवेतत्वे सति पृथ्वीतर असंवेतत्वं पृथ्वीत्वे अस्ति, न केवलं पृथ्वीत्वे अपि तु गन्धे अपि. तथा सति तत् स्वरूपं पृथ्वीतत्त्वम् अपि गन्धत्वम् अपि नाम पृथ्वीतत्त्वम् अपि तथा गन्धत्वम् अपि। अयं पक्षः वदति यत् सकलपृथ्वीसंवेतत्वे सति पृथ्वीतर असंवेतत्वं केवलं पृथ्वीतत्त्वस्य परिचयः स्वरूपलक्षणं नास्ति। लक्षणशब्दम् उपयुज्महे चेत् अतिव्याप्तिः भवति यतोहि गन्धत्वम् अपि तथा अपि च क्षम्यतामपि अयं पक्षः वदति यत् सकलपृथ्वीसंवेतत्वे सति पृथ्वी इतर असंवेतत्वं असंवेतत्वं केवलं पृथ्वीतत्त्वस्य परिचयः स्वरूपलक्षणं नास्ति। लक्षणशब्दम् उपयुज्महे चेत् अतिव्याप्तिः भवति यतोहि गन्धत्वम् अपि तथा अपि च पृथ्वीत्वे अपि अस्ति गन्धत्वे अपि तत् अतः तत्रापि अतिव्याप्तिः अस्ति एव इति कृत्वा अयं कश्चन धर्मः तावदेव असाधारण धर्मो न धर्म एव। इदानीं पुनः यथा भवती उक्तवती पूर्वस्मिन् परिच्छेदे अत्र एकः पक्षः वदति सकलपृथ्वीसंवेतत्वे सति पृथ्वीतर असंवेतत्वं पृथ्वीतवे अस्ति न केवलं पृथ्वीतः अपि तु गन्धे अपि तथा अस्ति यथा भवती इदानीम् एव उक्तवती तथा सति तत्स्वरूपं पृथ्वीतत्वम् अपि गन्धत्वम् अपि तत् तादृशी सकलपृथ्वीसंवेतत्वे सति पृथ्वीतर असंवेतत्वं पृथ्वीतत्वम् अपि अस्ति तत्स्वरूपम् अपि च गन्धत्वम् अपि अस्ति तत् नाम पृथ्वीतत्वम् अपि गन्धत्वम् अपि। अयं पक्षः वदति यत् सकलपृथ्वीसंवेतत्वे सति पृथ्वी इतर असंवेतत्वं केवलं पृथ्वीतत्त्वस्य परिचयः स्वरूपलक्षणं नास्ति। तस्य पक्षस्य वक्तव्यमस्ति तत् यदा वयं वदामः सकलपृथ्वीसंवेतत्वे सति पृथ्वीतर असंवेतत्वं तत् पृथ्वीतस्य परिचयः एव अस्ति परन्तु स्वरूपलक्षणं नास्ति। यद्यपि तत् वदामः तत् अतिव्याप्ति दोषः भवति गन्धे अपि भवति अपि च पृथ्वीत्वे अपि भवति तत् गन्धत्वे अतिव्याप्ति दोषः अपि अस्ति अतिव्याप्तिदोषः तत् भवति तया तथा किं कथं वदामः असाधारणधर्मः धर्मः भवति तत्तु असाधारणधर्मः नास्ति धर्मः एव सामान्यधर्मः एव अस्ति यत् अयं कश्चन धर्मः तावद् एव परन्तु स्वरूपलक्षणम् अस्ति तत् न वक्तुं शक्नुमः यतोहि तत्र पृथ्वीत्वे अपि च गन्धत्वे अपि तत्र अतिव्याप्तिः भवति न पृथ्वीत्वे अपि च गन्धत्वे अपि अतिव्याप्ति इति नास्ति केवलं गन्धे एव अतिव्याप्तिः भवति खलु यतोहि तत्र एतत्तु पृथ्वीत्वस्य लक्षणं गन्धत्वे अतिव्याप्तिः भवति इति कृत्वा लक्षणम् इति वक्तुं न शक्नुमः यतोहि असाधारणधर्मः नास्ति केवलं धर्मः एव सम्यक् सरला भगिनी अग्रे पठति वा अस्तु आं भगिनि अयं पक्षः अग्रे वदति यत् अयं धर्मः भेदकः नास्ति इति कृत्वा एकस्मात् अधिकेषु वस्तुषु भवति चेत् कापि हानि नास्ति यया रीत्या फलम् अपि खाद्यं शाकः अपि खाद्यम् अतः द्वयम् अपि समानम् इति तु न भवति तयोः मध्ये किञ्चित् साम्यम् अपि वर्तते किञ्चित् पार्थक्यम् अपि वर्तते एव तया रीत्या पृथ्वीत्वम् अपि सकलपृथ्वीसमवेतत्वे सति पृथ्वीतर असमवेतत्वं गन्धत्वम् अपि तथा इत्यस्य तात्पर्यं नास्ति यद् द्वयोः अर्थः समानः द्वयोः अपि एकः अर्थः सः धर्मः किन्तु भेदक अस्तु भवति यस्य आधारेण बोधो जायते यत् आं द्वयं समानं न यतोहि गन्धत्वं पृथ्वीत्वञ्च समानं न किल यद्यपि तयोः अधिकरणं सदा समानं द्वयोः पदार्थयोः परस्परभेदे कारणीभूत अंशम् अस्ति यथा गन्धत्वे घ्राणग्राह्यत्वम् अस्ति गन्धघ्राणगाह्यः पृथ्वीत्वे घ्राणगाह्यत्वं नास्ति इति एकः भेदक अंशः अनेन तयोः भेदसाधक अंशः अस्ति एव परन्तु पृथ्वीत्वप्रसङ्गे तत् किम् इति प्रश्नस्य उत्तरे अयं धर्मः सन्तोषजनकः पृथ्वीत्वम् इत्युक्ते सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वम् इदानीं अत्र वार्ता अस्ति कथं पृथ्वीत्व गन्धे तयो मध्ये अतिव्याप्ति भवति वा न तस्य विवरणम् अस्ति एकपक्ष वदति यद् पृथ्वीत्व धर्म अस्ति पृथ्वीत्वत्व तस्मिन् धर्म अस्ति वा न तत् तत् कथं भवति अयं धर्मभेदक नास्ति किन्तु कृत्वा एकस्मात् अधिकेषु पृथ्वीतर समवेतत्वं पृथ्वी सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वम् अयं धर्म अस्ति तत् न केवलं पृथ्वीत्वे भवतु किन्तु बहुत्व वस्तुषु भवितुं शक्नोति एकक्षणं भगिनि बहुषु वस्तुषु इति नास्ति तत्र केवलं गन्धत्वे अपि अस्ति इति एव गन्धत्वमपि तथा इति एव गन्धे अस्ति सकलपृथ्वी यथा जले जलत्वम् अस्ति द्रव्यत्वम् अस्ति इति अपि तत्र सकलपृथ्वी समवेतत्वम् इति अस्ति खलु न तु सकलद्रव्यसमवेतत्वम् इति तत्र सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वम् इति केवलं पृथ्वीत्वे अस्ति अपि च गन्धे अस्ति अग्रे आगच्छति जलत्वे जलत्वम् इति समानवार्ता भवति सत्यं परन्तु तत्तु जल तत्र तत्र सकल सकल जलत्वे समत्वे भवति तत् सकलपृथ्वी समवेतत्वं जलत्वे नास्ति खलु जलं पृथ्वी नो तत्र भिन्न पृथ्वी तत्र वयं जलत्वं इदानीम् अत्र एतस्ति तदेव वदतु यतोहि अस्तु अस्तु अस्तु अहम् अवगतवती अधिकेषु वस्तुषु भवति चेत् न केवलं गन्धे अस्ति यतोहि तदर्थमेव गन्धत्वम् इति अतिव्याप्तिः भवति इति वदामः खलु न तु अधिकवस्तुः अधिकानि वस्तूनि सन्ति चेत् तत्र सर्वत्र अतिव्याप्तिः इति प्रसङ्गः भवति परन्तु अत्र तु गन्धत्वे एव अतिव्याप्तिः इति स्पष्टतया लिखितम् यतोहि केवलं गन्धत्वे अतिव्याप्तिः अस्ति सो एकस्मात् अधिकेषु वस्तुषु भवतु इत्यस्य अर्थं किम् अयं पक्षः न अयं पक्षः वदति इत्युक्ते तत्तु भिन्नः खलु इत्युक्ते धर्मः तत्र पूर्वस्मिन् वाक्ये किम् आसीत् तत्र असाधारणधर्मः नास्ति केवलं धर्मः इति तर्हि केवलं धर्मः इति स्वीकुर्मः चेत् तत्र एकस्मिन् एव वस्तुषु भवितव्यम् इति नास्ति अनेकेषु वस्तुषु भवति चेदपि तत्र किमपि कापि हानिः नास्ति इति तत्र सार्वत्रिकवाक्यं वस्तुतः तत्र सकलपृथ्वीसमवेतत्वम् इत्यस्य विषये इति नास्ति तत्र धर्मस्य विषये अस्ति तत्र भेदकः धर्मः इति भेदकः नास्ति अयं धर्मः भेदकः नास्ति इत्युक्ते अयं धर्मेण वयं लक्ष्यं यत्किमपि तत्र धर्म साधारणतया धर्मः इति वदामः चेत् तेन लक्षणवाक्यं न सिद्ध्यति यतोहि असाधारणधर्मः नास्ति तर्हि तद् एकस्मिन् एव वस्तूनि अस्ति वा अधिकेषु वस्तुषु अस्ति वा इति तत्र तेन किमपि हानिः नास्ति परन्तु तदर्थमेव तत्र फलमपि खाद्यं शाकः अपि खाद्यम् इति वदामः खलु तर्हि तत्र खाद्यं तु खाद्यम् इति भावः फले अपि अस्ति शाके अपि अस्ति अन्ने अपि अस्ति बहुषु वस्तुषु अस्ति तर्हि खाद्यम् इति कश्चन धर्मः खाद्यम् इति फलस्य लक्षणं नास्ति, असाधारणधर्मः नास्ति इति कृत्वा तत् अधिकेषु वस्तुषु वर्तते, शक्नोति. अस्तु, अयं धर्म इत्युक्ते सकलपृथ्वी समवेतत्वे सति पृथ्वीतः समवेतम् इति अयं धर्म. अस्तु अस्तु, इदानीं तस्य धर्मः तत्र अग्रे अग्रे वर्तते तत्र. अस्तु, शाकफलत द्वयोः अपि खाद्यम् अस्ति, परन्तु तयोः मध्ये यतो यदा द्वयोः अपि खाद्य ते द्वयोः खाद्यभावः अस्ति, किन्तु द्वयोः भगिनि क्षम्यताम्, खाद्य अभावः किम् अस्ति? खाद्यभावः अस्तु, खाद्यभावः खादनस्य भावः अस्ति तयोः, खाद्याभावः इति श्रुतं मया. किन्तु द्वौ भिन्नौ स्तः, तथापि द्वौ भिन्नौ स्तौ, फलभिन्नम् अस्ति, शाकभिन्नम् अस्ति. अस्तु, तयोः मध्ये किञ्चित् साम्यम् अस्ति, कारणं कि द्वयोः खाद्यस्तः किञ्चित् पार्थक्यमपि वर्तते द्वयोः मध्ये. कया रीत्या पृथ्वीतत्वम् अपि सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वं गन्धत्वमपि तथा अर्थस्य तात्पर्यं नास्ति यत् द्वयोः अर्थसमानः. तया रीत्या यथा फलशाकयोः सामान्यम् अस्ति अपि पृथक् पृथक्त्वम् अस्ति, तया रीत्या पृथ्वीत्व अपि गन्धत्वतयोः मध्ये अपि सामान्यम् अपि पार्थक्यम् अस्ति. कथमस्ति द्वयोः अपि एकः अर्थसधर्मः, किन्तु कथा पृथ्वीत्वे अस्ति पृथ्वीतत्वं, गन्धे अस्ति गन्धत्वम् इति द्वयोः धर्मः अस्ति, किन्तु भेदक अस्तु भवति यस्य आधारेण बोधो जायते यत् आं द्वयं समानं न. कथं वयं वक्तुं शक्नुमः द्वयोः भिन्नौ स्तः, कः भेदः अस्ति? यतोहि गन्धत्वं पृथ्वीत्वं च समानं न किल, यद्यपि तयोः अधिकरणं सदा समानं. गन्धत्वं तस्य अधिकरणम् अस्ति गन्ध, पृथ्वीत्व तस्य अधिकरणम् अस्ति पृथ्वीत्व, द्वयोः अधिकरणं समानं नास्ति. तत् अतः कथं बोधं जायते? तत्र विपरीतम् अस्ति खलु, न यतोहि गन्धः पृथ्वीत्वं समानं न किल, यद्यपि तयोः अधिकरणं सदा समानम् इत्युक्ते गन्धः अपि पृथिव्याम् अस्ति पृथ्वीत्वमपि पृथिव्याम् अस्ति इति कृत्वा द्वयोः अधिकरणं समानम् अस्ति, परन्तु द्वयमपि समानम् इति नास्ति. भगिनी, द्वयोः अधिकरणं समानम् अस्ति तथा महोदय? द्वयोः अधिकरणमेव गन्धत्वम् अस्ति, गन्धे अस्ति, न अत्र विषये गन्धः अस्ति पृथिव्यां, न एकक्षणं भगिनि, अत्र वाक्यं पश्यतु, वाक्ये अस्ति गन्धः अपि च पृथ्वीत्वं, न तु गन्धत्वम् अपि च पृथ्वीत्वं. गन्ध किन्तु भेदः भवति यस्य आधारेण बोधो जाते यत् आं द्वयं समानं, यतो हि गन्धत्वं पृथ्वीत्वं त्वं च समानं न किल, गन्धत्वं पृथ्वीत्वं. भगिनि, महोदय अपि तथा उक्तवान्, यथा तत्र मया पठितं सः तथैव उक्तवान्, गन्धत्वम् अपि च पृथ्वीत्वं तत्र समान अधिकरणं न अस्ति, परन्तु अधिकरणस्य अधिकरणं समानम् अस्ति. परन्तु तत्र वाक्यमस्ति, हा तदहम् अङ्गीकरोमि तत्र, परन्तु अत्र विषयः अस्ति, अत्र वाक्यं पश्यतु, यतोहि गन्धः पृथ्वीत्वं च समानं न किल, यद्यपि तयोः अधिकरणं समानं नास्ति, अपि समानम् अस्ति इत्युक्ते गन्धः अपि च पृथ्वीत्वं तयोः अधिकरणं समानं पृथ्वीति, परन्तु गन्धत्वं पृथ्वीत्वं तयोः अधिकरणं समानं नास्ति, यतोहि गन्धः अपि च पृथ्वीत्वम् इति क्रमेण भवति. तयोः गन्धः पृथ्वीत्व तयोः समानम् अधिकरणम् अस्ति. सो अहं राजेन्द्रमहोदय उक्तवान् महोदय भवता अधिकरणस्य अधिकरणं समानम् अधिकरणस्य अधिकरणं तथैव महोदय. गन्धत्वं गन्धे अस्ति, अपि च पृथ्वीत्वं पृथ्वीत्वे अस्ति, परन्तु तेषाम् अधिकरणस्य अधिकरणं तु समाने एव, समान अधिकरणम् अस्ति. सत्यं सत्यं सत्यम्. अपि च तयो इदानीं तत्र विषयः अस्ति भेदस्य विषये, खलु? अत्र गन्धे, गन्धः तु गाणग्राह्यकम् अस्ति, परन्तु पृथ्वीत्वम् इति तादृशगाणग्राह्यकं नास्ति. एव तयोः मध्ये भेदकः. परन्तु यद् तत्र प्रकृपृथ्वीसमवेतत्व पृथ्वीतरसमवेतत्वम् इति यदस्ति तत्तु द्वयोः अपि अस्ति इति कृत्वा तत्र पृथ्वीत्वम् इति प्रसङ्गे तद् किम् इति पृच्छामः चेत् धर्मः इति तथा वक्तुं शक्नुमः, परन्तु लक्षणत्वेन न वक्तुं शक्नुमः इति एव अत्र विषयः. तर्हि अग्रे राजेन्द्रमहोदय पठति वा? आं भगिनि. अन्यः पक्षः वदति यत् सकलपृथ्वी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं पृथ्वीत्वस्य स्वरूपलक्षणम् एव, अपि च पृथ्वीत्वे एव अस्ति, गन्धे नास्ति. कथं प्रत्येकस्यां पृथ्व्यां विद्यमानगन्धः भिन्नः? घटे विद्यमानगन्धः भिन्नः, पटे विद्यमानगन्धः भिन्नः इति सकलपृथ्वी संवेतत्वं कस्मिन् अपि गन्धे न अस्ति इति, तत्र अतिव्याप्तिः न विद्यते. पृथ्वीत्वं तु सकलपृथिव्यां वर्तमानम् एवम् एकम् एव इति तत्र सकलपृथिवीसंवेतत्वं विद्यते. अत्र अन्यपक्षः वदति यत् सकलपृथिवी संवेतत्वे सति पृथ्वी इतर असंवेतत्वं तत्तु पृथ्वी तु तस्य स्वरूपलक्षणम् एव अस्ति, पृथ्वीतव एव अपि च पृथ्वीतव एव अस्ति पृथ्वीत्वं गन्धे न अस्ति तथा. कथं प्रत्येकस्य पृथ्व्यां विद्यमानं तत् अति इदानीं किञ्चित् भेदकः आनयते निवेशनं भवति तस्य. तत्र भेदकः नास्ति महोदय, तत्र भ्रमः गन्धः भिन्नः अस्ति. हा हा, भेदकः इति पूर्वं वयं दृष्टवन्तः यद् गाणग्राह्यकम् इति यः धर्मः अस्ति गन्धे तद् भेदकः अस्ति. गाणग्राह्यकः इति तत्र पृथ्वीत्वे नास्ति अथवा पृथ्वीत्वे अपि पृथ्वीत्वे नास्ति. परन्तु न अत्र यदस्ति अत्र तु तत्र अवच्छेदकः खलु, इत्युक्ते यः गन्धः घटे अस्ति सः गन्धः पटे नास्ति इति कृत्वा भिन्नभिन्नगन्धाः सन्ति भिन्नभिन्नद्रव्येषु. परन्तु पृथ्वीत्वम् इति यः धर्मः अस्ति तत्तु सकलपृथिव्यां समानमेव, एकः एव, इत्युक्ते यतोहि पृथ्वीत्वम् इति जातिः अस्ति तत्तु एकमेव अस्ति पृथिव्याम् इति कृत्वा तस्मिन् विद्यमानधर्मः अपि एकः एव. परन्तु गन्धः तथा नास्ति, भिन्नभिन्नगन्धः अस्ति इति कृत्वा घटे यः धर्मः अस्ति, क्षम्यतां, घटे यः गन्धः अस्ति सः गन्धः पटे नास्ति इति कृत्वा सकलपृथ्वी समवेतत्वम् इति एव न वक्तुं शक्नुमः इति वदति. यतोहि घटगन्धः पटे नास्ति इति कृत्वा तत्र तादृशम् अवच्छेदकः इति, गन्धस्य अवच्छेदकः पश्यामः चेत् तत्र यः भिन्नभिन्नद्रव्यं तत्र अवच्छेदकं भवति खलु, पार्थिवद्रव्यम् इति कृत्वा तत्र सकलपार्थिवद्रव्येषु एकः एव गन्धः अस्ति इति नास्ति, तत्र अतिव्याप्ति न विद्यते इति कृत्वा सकलपृथ्वी समवेतत्वं गन्धे इति न वक्तुं शक्नुमः इति कृत्वा अतिव्याप्तिः नास्ति इति यः एकपक्षः वदति. हा, एकपक्षस्य तत्र चिन्तनं विवादमस्ति. अपि तु पृथ्वीत्वं तु सकलपृथिव्यां वर्तमानम् एकमेव इति तत्र सकलपृथिवीसंवेतत्वं विद्यते. अस्तु, पृथ्वीत्वं यथा पृथ्वीत्वं तस्य स्वरूपलक्षणं वदामः, सकलपृथिवीसंवेतत्वे सति पृथ्वी इतर असंवेतत्वं, तत्र तु तत् अयं पक्षः वदति तः स्वरूपलक्षणं लक्षणम् एव अस्ति, यथा यतोहि पृथ्वीत्वं तु सकलपृथिव्यां वर्तमानम् एकमेव अस्ति, तत्र कोऽपि भिन्नः न अस्ति, कोऽपि भेदः नास्ति। अत्र तु परन्तु गन्धः यथा अस्ति, तत्र घटे विद्यमानगन्धः भिन्नः अस्ति, पटे विद्यमानगन्धः भिन्नः अस्ति, तत्कारणात् तत् सकलपृथिसंवेदत्वं यदि वदामः तस्मिन् कस्मिन्नपि गन्धे न अस्ति तादृशी गन्धः, तत्कारणात् अतिव्याप्तिः न विद्यते। अस्तु, अत्र कोऽपि वदेत् एवम् अस्ति चेत् कथं वा वदेम गन्धवती पृथ्वी नाम पृथ्वी सामान्ये गन्ध सामान्यम् अस्ति किल, गन्धवती पृथ्वी इत्यस्य कथनेन सकलपृथ्व्यां गन्धः अस्ति, गन्धे च सकलपृथ्वी समवेतत्वम् अस्ति, अस्मिन् चिन्तने दोष कुत्र इति कृपया प्रकाशयन्तु। अत एव गन्धत्वत्व अवच्छिन्ना आधेयतानुरूपत अधिकरणतावत्त्वम् इति परिष्करणं नाम रक्षणार्थं गन्धत्वं गन्धे अस्ति, तत् अवच्छिन्ना आधेयतानुरूपता अधिकरणतावत्त्वं पृथिव्याम् इत्यस्य कथनेन गन्धसामान्यं पृथिव्यां प्राप्तं, गन्धविशेषभिन्नं भिन्न इति समस्या निवारिता। अत्र उपरि यथा दत्तमस्ति गन्ध प्रत्येक पृथ्व्याः ये वस्तूनि सन्ति घटपटः तयोः गन्ध मध्ये सामान्यं नास्ति, पृथक्त्वम् अस्ति, तत्र अतः सकलपृथ्वी समवेतत्वं सती इतर सकलपृथ्वी असमय इतर असमेत असमवेतत्वं न विद्यते। तस्य इदानीं विवादम् अस्ति कथं यदि सकलपृथ्वी समवेतत्वं नास्ति तो कथं वयं गन्धवती पृथ्वी इति लक्षणवाक्यं वदामः, सकलपृथ्व्यां गन्धम् इति वर्तते ततोहि गन्धवती पृथ्वी इति लक्षणवाक्यं भवति, भिन्नं कथं भवति, तस्य कारणं किम् अस्ति तस्य सः पृष्टवान् अत्र एव गन्धत्व अवच्छिन्न तस्य उत्तरं अस्ति, गन्धत्व अवच्छिन्ना आधेयतानुरूपत अधिकरणात्वम् इति परिष्करणं, गन्धत्व पृथ्व्यां गन्ध अस्ति तो गन्ध गन्धे भवति आधेयता, सो गन्धनिष्ठ आधेयता तस्मिन् गन्धत्वं धर्म अस्ति, तत् भवति अवच्छेदकधर्म, गन्धत्व अवच्छिन्ना आधेयता निरूपिता अधिकरणतावत्त्वम् इति भवति, इत्युक्ते अधिकरणता आश्रय वा पृथ्वी तस् अधिकरण तस्मिन् अस्ति अधिकरणतावत्त्वम् इति, तत् भवति पृथिव्याम् अधिकरणतावत्त्वं, सो लघुवाक्यमस्ति गन्धत्ववच्छिन्न आधेयता निरूपत अधिकरणतावत्त्वं, बृहत् वाक्यं भवति गन्धनिष्ठ अवच्छिन्न गन्धत्वम् अवच्छिन्न आधेयता निरूपित अधिकरणतावत्त्वं पृथिव्याम् अस्ति अत्र इति कथनेन गन्धसामान्यं पृथ्व्यां प्राप्तं, गन्धविशेषभिन्नभिन्न इति समस्या निवारिता। सो सः भवति गन्धवती पृथ्वी यथा अस्ति, यदि वयं गन्धत्व अवच्छिन्न आधेयता वदामः तत् निरूपत अधिकरणतावत्त्वं तस्य गन्धवती सामान्यं सकलपृथिव्यां गन्धसामान्यं समानता अस्ति, तस्य निवारणं भवति इति वदति वाक्यं वदामः गन्धत्व अवच्छिन्न आधेयता। हा, इत्युक्ते तत्र भिन्नभिन्नगन्धः यद्यपि अस्ति भिन्नभिन्न परन्तु तत्र गन्धः इति सामान्यधर्मः अथवा गुणः तु सर्वेषां पार्थिवद्रव्ये सर्वेषु पार्थिवद्रव्येषु अस्ति इति कृत्वा गन्धसामान्यम् इति स्वीकृत्य तत्तु सकलपृथिव्याम् अस्ति इति तत्र गन्धवती पृथ्वी इति वक्तुं शक्नुमः इति तत्र तस्य समाधानं दीयते इत्युक्ते अथवा नो चेत् गन्धवती पृथ्वी इति यद् लक्षणवाक्यम् अस्ति तदेव इदानीं लक्षणवाक्यं न भवति खलु यतोहि तस्य सर्वेषु द्रव्येषु गन्धः समानं नास्ति अथवा सकलपृथ्वी समवेततम् इति वक्तुं न शक्नुमः इति आपतति चेत् तत्र लक्षणवाक्ये एव तत्र इदानीं दोषः आगच्छति इति कृत्वा तस्य निवारणं तत्र गन्धसामान्यम् इति स्वीकृत्य तेन वक्तुं शक्नुमः इति अत्र लिखितम्. भगिनि अधिकरणतावत्त्वं पृथ्वीवत्त्वं समानं भवति अत्र अधिकरणतावत्त्वम् इति पृथिव्यां खलु हा अधिकरण अधिकरणतावत्त्वम् इत्युक्ते किम् अधिकरणता पृथिव्याम् अस्ति सत्यम् अधिकरणतावत् इति पृथ्वी भवति अधिकरणावती अधिकरणतावत्त्वम् इति वदामः चेत् पुनः पृथिव्याम् इति भवति खलु पृथ्वीवत्त्वम् इति समानं भवति वा अधिकरणतावत्त्वम् इति पृथ्वीवत्त्वम् इति न पृथ्वीत्वम् इति समानं भवति खलु यतोहि वत्त्वम् इति वदति चेत् वत् अपि च त्वं तयोः पृथ्वीत्वम् इति भवति अस्तु अस्तु राजेन्द्रमहोदय अग्रे पठति वा आम् अयं च क्षम्यताम् अपि च अयं पक्षी यः वदति यत् सकलपृथ्वीसंवेतत्वे सति पृथ्वी इतर असंवेतत्वं पृथ्वीतत्वस्य स्वरूपलक्षणम् एव गन्धे अतिव्याप्तिर् नास्ति तस्य पक्षे अन्यः उपायः एवं यत् गन्ध पृथ्वीतयोः अयं भेदः यत् गन्धः कालिकाव्याप्यवृत्तिः कालिकाव्याप्यवृत्तित्वम् अस्ति पृथिव्यां किञ्चित् काल अवच्छेदेन गन्धः नास्ति पृथिव्याम् इति कृत्वा अतिव्याप्तिः न विद्यते अतिव्याप्तिः न विद्यते यतोहि पृथ्व्याः उत्पत्तिक्षणे गुणो न विद्यते गन्धराहित्य अवस्था अतः सकलपृथ्वीषु सर्वेषु कालेषु गन्धः तस्यां संवयसम्बन्धेन न अस्ति ततः न अतिव्याप्तिः इति कृत्वा सकलपृथ्वीसंवेतत्वे सति पृथ्वी इतर असंवेतत्वम् असाधारणधर्मः पृथ्वीत्वे पृथ्वीतौ स्वरूपम् अयं यः पक्षः यः पूर्वस्मिन् परिच्छेदे आसीत् सः पक्षः एव वदति सकलपृथ्वीसंवेतत्वे सति पृथ्वी इतर असंवेतत्वं पृथ्वीतौत्वस्य स्वरूपलक्षणम् एव गन्धे अतिव्याप्तिः न अस्ति तस्य पक्षे अन्यः उपायः एवं यः पक्षः वदति यत् यः पृथ्वीतव्यः कालिकाव्याप्यवृत्तिः अस्ति गन्धस्य पृथिव्यां कालिकाव्याप्यवृत्तिः अस्ति यतोहि यथा पृथ्वी उत्पद्यते प्रथमक्षणे तस्य तत्र गन्धः न अस्ति द्वितीयक्षणे एव तस्मिन् गन्धः आगच्छति तथा तत्र कुत्रापि तत् गन्धरहित अवस्था तु अस्ति एव सकलपृथ्वीषु सर्वेषु कालेषु गन्धः तस्यां समवायसम्बन्धेन न अस्ति सकलपृथ्वीषु यथा वदामः तत् सर्वेषु कालेषु तत् समवायसम्बन्धेन न अस्ति यथा प्रथमक्षणे यथा पृथ्वी उत्पद्यते तस्मिन् क्षणे तत्र गन्धः नास्ति, तत् अग्रिमक्षणे एव गन्धः तत्र आगच्छति, अतः तत् न अतिव्याप्तिः भवति इति कृत्वा सकलपृथ्वीसंवेदत्वे सति सकलपृथ्वी इतरसंवेदत्वम् असाधारणधर्मः पृथ्वीत्वे सकल तत् भगिनी किञ्चित् स्ट्रेच् एव दृश्यते अत्र. हा हा न न तत्र केवलम् एतद् अस्ति यत् तत्र गन्धः तु तत्र तत्र यदा भवान् उक्तवान् उत्पन्नं द्रव्यं क्षणं यावत् निर्गुणं निष्क्रियात् तिष्ठति इति वयं जानीमः एव खलु, इति कृत्वा तत्र क्षणमेकं यावत् तत्र गन्धः नास्ति पृथिव्यां, परन्तु पृथ्वीत्वस्य तथा नास्ति खलु. यस्मिन् क्षणे पृथ्वी जायते तस्मिन् क्षणे एव पृथ्वीत्वमपि तस्मिन् अस्ति, पृथ्वीत्वमपि पृथ्वीत्वे अस्ति इति कृत्वा तत्र क्षणमेकमपि तत्र तादृशं पृथ्वीतत्त्वस्य नास्ति इति कृत्वा तत्र सकलपृथ्वीसमवेतत्वं पृथ्वीत्वस्य अस्ति न तु गन्धस्य इति इदानीं तत्र इति उक्त्वापि तत्र यः अतिव्याप्तिदोषः इति पूर्वम् उक्तवन्तः तस्य समाधानं कर्तुं शक्नुमः इति. इत्युक्ते यत्किमपि भवतु तत्र सकलपृथ्वीसमवेतत्वम् इति केवलं पृथ्वीत्वे अस्ति न तु गन्धे इति पृथ्वीत्वस्य इदानीम् असाधारणधर्मः अस्ति सकलपृथ्वीसंवेदत्वे सदैव पृथ्वीतर पृथ्वी इतर संवेदत्वं तत् पृथ्वीत्वस्य असाधारणधर्मः अस्ति पृथ्वीतत्वस्य असाधारणधर्मः सत्यं स्वरूपलक्षणम् इति सत्यम्. अत्र अत्रैव किञ्चित् द्रोणमहोदयेन अपि इतोपि किञ्चित् उक्तम् इत्युक्ते प्रथमम् अस्ति अत्र गन्धवती पृथ्वी इत्यत्र तस्य तात्पर्यार्थः अस्ति यत् गन्धसमानाधिकरणद्रव्यत्वसाक्षात् व्याप्यजातिः इति व्याप्यजातिमत्वम् इति वस्तुतः इत्युक्ते गन्धसमानाधिकरणद्रव्यत्वसाक्षात् व्याप्या जातिः अस्ति पृथ्वीत्वं तस्य अधिकरणं यदस्ति इति एव तत्र गन्धवती पृथ्वी इत्यस्य कथनस्य तात्पर्यं यद् किम् इत्युक्ते गन्धस्य समानाधिकरणद्रव्यत्वम् इत्युक्ते गन्धः कुत्र अस्ति पृथिव्याम् अस्ति पृथिव्यां यः व्याप्य जातिः अस्ति तत्तु पृथ्वीत्वं पृथ्वीत्वस्य अधिकरणं किं पृथ्वी इति कृत्वा तदेव तत्र गन्धवती पृथ्वी इत्यस्य लक्षणवाक्यस्य अर्थः इति इत्युक्ते पृथ्वीत्वजातिमत्वम् इति एव तात्पर्यार्थः इति गन्धवती पृथ्वी इत्यस्य अर्थः कः इति उक्तवान्. अपि च अत्र यद् भेदकस्य विषये वयं दृष्टवन्तः तदपि तत्र भेदकः उपयुज्य इत्युक्ते ग्राह्यत्वरहितत्वे सति सकलपृथ्वी समवेतत्वे सति पृथ्वीतरसमवेतत्वम् इति तथा वदामः चेत् अपि तत्र यः अतिव्याप्तिदोषः आगच्छति तस्य निवारणं भवति इति अपि सः उक्तवान्. परन्तु तथा महोदयेन उक्तं तस्य उत्तरत्वेन तथा नास्ति लक्षणवाक्यं, परन्तु सकल पृथ्वीसमवेतत्वे सति पृथ्वीतरसमवेतत्वम् इति एव अस्ति. तस्य समाधानं तु यथा वयं पठितवन्तः तथा कर्तुं शक्नुमः. अपि साध्यभाववृत्तित्वम् तयो आधारेण अपि तस्य आधारेण अपि उक्तवान् तत्तु अग्रे आगच्छति भगिनि, तत् भवती एव पठतु उष्णस्पर्शत्वं तेन सह उष्णस्पर्श एकनिमिष भगिनि भगिनि यथा वदामः तत्र लक्षणवाक्यं तत् अस्माकं मनसि तत् सामान्यगन्धम् अपि च सामान्यपृथ्वी तत् मनसि अस्ति, यतो हि तत्र गन्धः तु भिन्नभिन्न प्रकाराः भवितुमर्हन्ति एवं वा? हा इत्युक्ते इति अपि कृत्वा तत्र समाधानं वक्तुं शक्नुमः. तदेव महोदयेन अपि पूर्वं लिखितं खलु भिन्नभिन्नगन्धाः भिन्नभिन्नद्रव्येषु इति कृत्वा तत्र सकलपृथ्वीवृत्तित्वम् इति न भवति इति अपि वक्तुं शक्नुमः. अत्र गन्धत्वं पृथ्वीत्वं तयो समानाधिकरणं पृथ्वी यथा घटपटयो वृत्तित्वं तत् तत् आधारेण अस्ति. अस्तु, समानाधिकरणं पृथ्वी भवति, गन्धस्य पृथ्वीत्वस्य समानाधिकरणं पृथ्वी भवति. पृथ्वी अस्ति द्वयोः, किन्तु समानाधिकरणवृत्तित्वं गन्धत्वे अस्ति अपि पृथ्वीत्वे अस्ति न तु समानाधिकरणवृत्ति वयं दृष्टवान् उपरि उदाहरणम् अस्तु. अन्य प्रश्न, जातिः यथा द्रव्यं द्रव्यस्य उत्पन्नं भवति जातिः तदा अपि अस्ति. अस्तु, पृथ्वीत्वं पृथ्व्यां प्रथमश्रेणे अपि तदेव अस्ति. घोरहित यदा जायते तस्मिन् क्षणे एव पृथ्वीत्वमपि अस्ति, केवलं अपि च क्रिया नास्ति क्षणमेव. अस्तु अस्तु, उष्णस्पर्शवचनं तेजसः लक्षणं नाम तेजसि एव उष्णस्पर्शः अस्ति. तेजसि एव उष्णस्पर्शवचनम् अस्ति, तत्रैव तेजसि समन्वयं कृत्वा प्रदर्शयामः. तत्र तथा न सम्भवति, तत्र तत् शालिनीस्वरूपलक्षणं वदामः. यथा अस्तु तेजसः तस्य लक्षणमर्थं भवति उष्णस्पर्शवत्वं. तत् अस्ति तेजसः अस्ति षष्टिविभक्ति, उष्णस्पर्शवत्वम् अस्ति प्रथमाविभक्ति, तद् भवति तस्य लक्षणम्. अस्तु, तेजस् नाम तेजसि एव उष्णस्पर्शम् अस्ति. सो यस्मिन् उष्णस्पर्श अस्ति तत् अस्ति तेजसि. अत्र सो तेजसि एव उष्णस्पर्शवत्वम् अस्ति, तेजसि उष्णस्पर्शवत्वम् अस्ति, तत्रैव तेजसि समन्वयं कृत्वा प्रदर्शयामः. तटस्थलक्षणं यत् अस्ति तत्र कस्मिन् अस्ति लक्षणं, तस्य आधाराधेयभाव स्पष्टमस्ति. तत्र आधाराधेयभाव यथा उष्णस्पर्शत्वं तेजसलक्षणं, तस्मिन् आधारः अस्ति तेजस्, तेजः लक्षणं भवति उष्णस्पर्शवत्वं. यथा तथा यत्र तथा न सम्भवति, तत्र तत् शालिनीस्वरूपलक्षणं वदामः. यत्र आधार आधेयभाव न आनेतुं शक्नुमः, तत् भवति स्वरूपलक्षणं. यथा गन्धवती पृथ्वी इति भवति स्वरूपलक्षणं, गन्धवत्वं पृथ्व्याः लक्षणम् इति अस्ति तटस्थलक्षणं. तत् आधारेण परन्तु गन्धवती पृथ्वी इति मास्तु, यतोहि तत्र तु आधाराधेयभावः अस्ति एव खलु, गन्धवत् इति तत्र अस्ति इति कृत्वा. किन्तु यथा पृथ्व्यां गन्धवत्वम् अस्ति तत् स्पष्टं भवति, किन्तु गन्धवती पृथ्वी इति स्पष्टं नास्ति. यथा गन्धवत्वं पृथ्व्याम् अस्ति लक्षणम्. उष्णस्पर्शत्वं तेजस् इति अपि तटस्य लक्षणमस्ति. अस्तु, अग्रे अस्ति स्वरूपलक्षणस्य उदाहरणं यथा व्याप्तिलक्षणं. यथा व्याप्तिलक्षणं चेत् व्याप्ये समन्वयः. व्याप्तिलक्षणम् इत्युक्ते वयम् उपरि इदानीं वयं चर्चितवन्तः साध्याभाव अवृत्तित्वम् अस्ति व्याप्तिलक्षणं. तत्र व्याप्ये मीन्स् धूमे, रैट्, धूमे समन्वयः आगच्छति. किन्तु तस्य व्याप्य नास्ति व्याप्य अक्षरं, किन्तु तस्य नामकरणं भवति इति परिचयं केवलम् अस्ति तस्य. न न न, लक्षणमेव परिचयं नास्ति, लक्षणमेव अस्ति, परन्तु व्याप्तेः नास्ति इत्युक्ते व्याप्तिः साध्याभाववत् अवृत्तित्वम् इति तस्य स्वरूपलक्षणम् इति अस्ति इति कृत्वा तस्य समन्वयः व्याप्तेः न भवति. यथा उष्णस्पर्शवत्वं तेजसः लक्षणम् इत्यत्र उष्णस्पर्शवत्वं तु तेजसि अस्ति इति तत्र तटस्थलक्षणम् इति कृत्वा तत्र आधारादयभावः अस्ति, परन्तु व्याप्तिलक्षणं तु तादृश तटस्थलक्षणं नास्ति, स्वरूपलक्षणमस्ति इति कृत्वा तत्र व्याप्तेः नास्ति परन्तु व्याप्ये तद्भवति. अस्तु, व्याप्ये समन्वयः अस्ति, मीन्स् धूमे अस्ति, रैट्? अस्ति व्याप्ये अस्ति तत्र साध्याभाववत् हा अवृत्तित्वम् इति नातु व्याप्ति व्याप्तेः व्याप्ति इत्युक्ते तत्र व्याप्तिज्ञानम् अस्ति खलु, तस्मिन् अस्ति व्याप्ति. व्याप्ये समन्वयः अस्ति इत्युक्ते किम् इत्युक्ते व्याप्ये धूमे अस्ति खलु साध्याभावत् वृत्तित्वम् इति. अस्तु, समानाधिकरणस्य लक्षणं चेत् समानाधिकरणे द्रव्ये समन्वय समानाधिकरणस्य लक्षणं यदा उपरि वयं दृष्टवन्तः, समानाधिकरणस्य लक्षणमस्ति समानाधिकरणवृत्तित्वं, किन्तु तत् अधिकरणवृत्तित्वं तत् समानाधिकरणे नास्ति. यथा घटभूतले अस्ति, पटभूतले अस्ति, द्वयोः समानाधिकरण भूतलमस्ति, किन्तु भूतले तत् वृत्तित्वं नास्ति, घटस्य वृत्तित्वं वा पटस्य वृत्तित्वं नास्ति, तत् वयं न वक्तुं शक्नुमः. तत् समानाधिकरणस्य भगिनि तत्र तदधिकरणवृत्तित्वम् इति घटस्य अधिकरणं तु भूतलमेव, परन्तु तदधिकरणवृत्तित्वम् इति यदस्ति तद् घटे अस्ति अथवा पटे अस्ति. पटे अस्ति किन्तु भूतले नास्ति. भूतले नास्ति समान भूतले वयं न आनेतुं शक्नुमः तस्य लक्षणं समानादि. अस्तु अस्तु, समानाधिकरणस्य लक्षणं चेत् समानाधिकरणे द्रव्ये समन्वय घटे घटस्य वृत्तित्वं घटे अस्ति, समानाधिकरणे पटे अपि तस्य वृत्तित्वम् अस्ति इति. समानाधिकरण्यस्य वृत्तित्वं पटे अस्ति अथवा घटे अस्ति, घटस्य वृत्तित्वं पटे नास्ति, घटस्य वृत्तित्वं तु भूतले एव अस्ति इति एव तत्र किञ्चित् स्पष्टता प्रायः भवती अवगच्छति एव. अग्रे व्याप्यतत्त्वस्य लक्षणं चेत् व्याप्ये व्यापके द्रव्ये लक्षणसमन्वय व्यापकत्वस्य लक्षणं चेत् व्यापके द्रव्ये लक्षणसमन्वय व्यापकत्वस्य लक्षणम् इति लैक् व्यापकम् अस्ति वह्नि उदाहरणं तस्मिन् व्यापकत्वं लक्षणं भवति. न न, व्यापकत्वस्य लक्षणवाक्यमस्ति व्याप्यन्यून्य अन्यून्यदेशवृत्तित्वम् इति व्यापकत्वस्य लक्षणवाक्यं. व्याप्य अन्यून्यदेशवृत्तित्वम् इति तत्तु व्यापके अस्ति न तु व्यापकत्वे, इत्युक्ते व्याप्य अन्यून्यदेशवृत्तित्वम् इत्युक्ते किं? व्याप्यम् इत्युक्ते इदानीं धूमः, धूम अन्यून्यदेशवृत्तित्वम् इति तत्र वन्नौ अस्ति इति, न तु जन्नि इति व्यापकं, तर्हि व्यापके अस्ति न तु व्यापकत्वे इति तृतीय उदाहरणं स्वरूपलक्षणस्य. इत्युक्ते तत्रापि तस्य समन्वयः व्यापकत्वे न भवति, अन्यत्र भवति इति. तत्र सर्वत्र यथा वयं पूर्वं दृष्टवन्तः तटस्थलक्षणम् इति अस्ति चेत् तत्र यस् लक्ष्यं यदस्ति तत्र एव समन्वयः भवति, परन्तु स्वरूपलक्षणे तथा न भवति इति एव तत्र भिन्नभिन्न उदाहरणं दत्वा स एव विषयः पुनः उक्तः. व्यापकत्वं नाम व्याप्य अन्यून्य अन्यून्यदेशवृत्तित्वं व्याप्य अन्यून्यदेशवृत्तित्वम् इति यदस्ति तद् व्यापके अस्ति न तु व्यापकत्वे इति कृत्वा तत्रापि स्वरूपलक्षणम् इति उदाहरणं तावदेव. व्याप्य अस्ति न तु व्याप्य अन्योन्य अन्योन्यदेशव्यतीतम् व्याप्य अस्ति मीन्स् धूमे अस्ति न व्यापके अस्ति वर्णौ अस्ति वर्णौ अस्ति न तु व्यापकत्वे यतोहि व्यापकत्वस्य लक्षणवाक्यमस्ति. अस्तु अस्तु तद् भवति स्वरूपलक्षणम् अस्तु इदानीं व्यापकत्वस्य लक्षणं चेत् व्यापके द्रव्ये लक्षणसमन्वय यतोहि एतानि सर्वाणि स्वरूपलक्षणानि तत् स्वरूपमेव तत्वस्य लक्षणं कस्मिन् अस्ति स्वरूपलक्षणं तदेव अस्ति. यथा इदानीं वयं दृष्टवन्तः व्यापकत्वस्य लक्षणं ति व्याप् के अस्ति न तु तस्य समन्वय व्यापके भवति तत् भवति तस्य लक्षणं व्यापकस्य किन्तु स्वरूपलक्षणं तत् एव अस्ति व्यापकत्वस्य व्यापस्य अन्यून वृत्तित्वं देशवृत्तित्वम् अन्यूनदेशवृत्तित्वम् यदि वयं परिचयं कुर्मः तत् भवति स्वरूपलक्षणं कस्मिन् अस्ति व्यापके अस्ति तद् भवति तस्य तत्त्वलक्षणं स्वरूपलक्षणं तस्य आश्रये समन्वय तदर्थं सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वम् इति पृथ्वीतत्वस्य स्वरूपलक्षणं पृथ्वीतत्वस्य आश्रये पृथ्वीत्वे समन्वय तथैव पृथ्वीतत्वस्य स्वरूपलक्षणं भवति सकलपृथ्वीद्वारा समवेतत्वं सति पृथ्वीतः समवेतत्वं किन्तु पृथ्वीत्वस्य तटस्थलक्षणम् एवं भवति सकलपृथ्वी समवेतत्वे सति पृथ्वीतः समवेतत्वम् यत् तत् स्वरूपलक्षणमस्ति तत् आश्रयस्य तटस्थ लक्षणं भवति. उत्तमं भगिनि सम्यक्. स्वाजेन्द्रमहोदय अन्तिमपरिच्छेदः पठति वा? आम् आं भगिनि. एवमेव उदाहरणचतुष्टयं स्वीकृत्य द्रष्टव्यं घटत्वम् इति जातिः अस्ति घटत्वजातोः घटत्वम् इति धर्मः अस्ति तस्य घटत्वस्य स्वरूपलक्षणं किं सकलघट असम्भे तत्त्वे सति घट इतर असम्भे तत्त्वं घटत्वस्य सकलघट असम्भे तत्त्वम् अस्ति एवञ्च पटादिषु समवायसम्बन्धेन न वर्तते घटत्वम् इदं लक्षणं च तदेव घटत्वम् इति असाधारणधर्मः एवञ्च अस्तु अस्तु भगिनि. एवमेव उदाहरणचतुष्टयम् उपरि दत्वा किञ्चित् दृष्टं चतुष्टयं स्वीकृत्य द्रष्टव्यं घटत्वं तु जातिः अस्ति घटे घटत्वजातोः घटत्वम् इति धर्मः अस्ति घटत्वया जातिः अस्ति तस्य धर्मः अस्ति घटत्वम् इति धर्मः तस्य घटत्वस्य स्वरूपलक्षणं किं यथा तस्य स्वरूपलक्षणं चिन्तयामः तदागच्छति सकलघटसंवेतत्वे सति घट इतर असंवेतत्वं तत् यथा पूर्वस्मिन् अस्माभिः पठितम् अत्र सकलघटसंवेतत्वे सति घट इतर असंवेतत्वं तत् घटत्वस्य स्वरूपलक्षणम् अस्ति घटत्वस्य सकलघटसंवेतत्वम् अस्ति घटत्वया जाति अस्ति तस्य सकलघटसंवेतत्वम् अस्ति घटे सकलघटेषु तत् समवायसम्बन्धेन अस्ति एवञ्च पटादिषु समवायसम्बन्धेन न वर्तते घटत्वम् पटं स्वीकुर्मः चेत् तत्र तु घटत्वं समवायसम्बन्धेन न वर्तते. इदं लक्षणं च तदेव घटत्वम् इति असाधारणधर्मः. इदं यथा तत् वदामः तत् घटत्वं तत् घटतस्य घटतजातिः जातौ तत् असाधारणधर्मः अस्ति तत् तत् वदामः. एवञ्च द्रव्यत्वं नाम किं सकलद्रव्यसंवे तत्त्वे सति द्रव्येतर असंवे तत्त्वं द्रव्यतत्वं किमस्ति तत्र तु तथैव तत्र स्वरूपलक्षणमस्ति. सकलद्रव्यसंवे तत्त्वे सति द्रव्ये इतर असंवे तत्त्वम् अपि च तत्र सकलद्रव्येषु तत् समवायसम्बन्धेन अस्ति. द्रव्य अतिरिक्त पदार्थेषु तत् संवेदसम्बन्धेन न अस्ति. गुणत्वस्य तथैव सकलगुणसंवेदत्वे सति गुणेतर असंवेदत्वं तथैव तस्य स्वरूपलक्षणम् आगच्छति. गुणत्वस्य गुणत्वे यः धर्मः अस्ति गुणत्वं तत् सः तथैव सकलगुणसंवेदत्वे सति गुणेतर असंवेदत्वं समवायसम्बन्धेन गुण अतिरिक्त तत्र न अस्ति. गुणे सकलगुणेषु तत् समवायसम्बन्धेन गुणत्वं वर्तते गुणत्वं वर्तते. जले विद्यमानजातिः जलत्वं तस्मिन् च विद्यमानधर्मः जलत्वं जलत्वस्य स्वरूपलक्षणम् अस्ति. सकलजलसंवेदत्वे सति जल इतर असंवेदत्वं तत् तथैव जलविषये अपि चिन्तनं कुर्मः चेत् जले विद्यमानजातिः अस्ति जलत्वं तस्य विद्यमानधर्मः अस्ति जलत्वं जलतस्य स्वरूपलक्षणं भवति सकलजलसंवेदत्वे सति जल इतर असंवेदत्वं जलत्व तत्र सकलजले समवायसम्बन्धेन अस्ति. अपि च तत्र जल इतर जल अतिरिक्त तत्र समवायसम्बन्धेन यः न अस्ति सः अस्ति जलत्वस्य स्वरूपलक्षणम्. अति उत्तमम्. अस्तु, एतावत्पर्यन्तमेव शनिवासरे कक्षायां वयम् अधीतवन्तः. तर्हि एतावत्पर्यन्तं प्रश्नः नास्ति चेत् वयम् अद्य अत्र विरमामः. धन्यवादः भगिनि. भगिनि बहु धन्यवादः भवती भगिनी क्षम्यतां बहु आरम्भः एकः.